इन्द्र उवाच नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्र गदाहस्ते महालक्ष्मी नमोऽस्तु ते नमस्ते गरुडारूढे डोलासुरभयङ्करी सर्वपापहरे देवी महालक्ष्मी नमोऽस्तु ते सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करी सर्वदुःखहरे देवी महालक्ष्मी नमोऽस्तु ते सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी मन्त्रमूर्ते सदा देवी महालक्ष्मी नमोऽस्तु ते आद्यन्तरहिते देवी आदिशक्तिमहेश्वरी योगज्ञे योगसम्भूते महालक्ष्मी नमोऽस्तु ते स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे महापापहरे देवी महालक्ष्मी नमोऽस्तु ते पद्मासनस्थिते देवी परब्रह्मस्वरूपिणी परमेशी जगन्माता महालक्ष्मी नमोऽस्तु ते वेदाम्बरवरे देवी ज्ञानालङ्कारभूषिते जगत्स्थिते जगन्माता महालक्ष्मी नमोऽस्तु ते महालक्ष्मी अष्टकस्तोत्रं यः पठेद् भक्तिमान्नरः सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वतः एककाले पठेन्नित्यं महापापविनाशनं द्विकाले यः पठेन्नित्यं धनधान्यसमन्विताः त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनं महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा देव्युवाच देवदेव महादेव त्रिकालज्ञमहेश्वर करुणाकर देवे च भक्तानुग्रहकारक अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्पदः ईश्वर उवाच देवि साधु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनं सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् राजवश्यकरं दिव्यं गुह्याद्गुह्यतरं परं दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम् पद्मादीनां नवानां चां निधीनां नित्यदायकं समस्तदेवतं देव्याम् अणिमार्जष्टसिद्धिदम् किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं तव प्रीत्यादि वक्ष्यामि समाहितमना शृणु अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता श्रीं वीदं पदमित्युक्तं शक्तिस्तु भुवनेश्वरी अङ्गन्यासकरन्यास तैत्यादि प्रकीर्तितः ध्यानं वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषितां भक्ताभीष्टफलप्रदां हरिहर ब्रह्मादिभिस्सेवितां पार्श्वे पङ्कज शङ्ख पद्मनिधिभिर्युक्तां सदा शक्तिभिः सरसिजनयने सरोजहस्ते धवलतरां सुखगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूरि हरिप्रसीद मह्यम् प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्पां विभावरीम् आदितिं जदितिं दीप्तां वसुधां वसुधारिणीं नमामि कमलां कान्तां कामाक्षीं सोधमन्भवाम् अनुग्रहपदां बुद्धिम् अनघां हरिवल्लभाम् अशोकामृदां दीप्तां लोकशोकविनाशिनीं नमामि धर्मनिलयां करुणां लोकमातरं पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीं चतुर्भुजां चन्द्ररूपाम् इन्दिराम् इन्दिशीतलाम् आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं विमलां विश्वजननीं पुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करणीं शान्तां शुक्लमाल्यां वरां श्रियं भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीं धनधान्यकरीं सिद्धिं त्रैधसौम्यां शुभप्रदां नृपमेश्वगदानन्दां वरलक्ष्मीं वसुप्रदां शुभां हिरण्यप्रागाणां समुद्रतनयाञ्जयां नमामि मङ्गलां देवीं विष्णुवक्षस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां दारिद्र्यध्वंसनीं देवीं सर्वोपद्रववारिणीं नवदुर्गां महाकालीं ब्रह्मविष्णुजीवात्मिकां त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीं लक्ष्मी लक्ष्मीम् क्षीरसमुद्र राजतनयाम् श्रीरङ्गधामेश्वरीम् दासीभूत समस्त देवमनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्द कटाक्षलभ्य विभवत् ब्रह्मेन्द्र गङ्गाधराम् त्वाम् त्रैलोक्य कुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्द प्रियाम् मातर्णमाले कमले कमलाय दासी श्रीविष्णुकृत्कमलवासिनी विश्वमातः क्षीरोदये कमल कोमल गर्भ गौरी लक्ष्मी प्रसीद सततम् नमतां शरण्ये त्रिकालम् योजपेद् विद्वान् षण्मासम् विचितेन्द्रियः दारिद्र्यध्वंसनम् कृत्वा सर्वमाप्नोति यत्नतः देवी नाम सहस्रेषु पुण्यमस्तोत्तरम् शतम् येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः भृगुवारे पदम् धीमान् पठेद् वक्रमातृकम् अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले दारिद्र्यमोचनम् नाम स्तोत्रमम्बापरम् शतम् येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः भोक्त्वा विपुलान् भोगान् अस्या सायुज्यमाप्नुयात् प्रातःकाले पठेन्नित्यम् सर्वदुःखोपशान्तये पठम् तु चिन्तयेद्देवीम् सर्वाभरणभूषिता